वदतु। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमानायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः। धन्यवादः। शेर् स्क्रीन् इदानीं नमस्ते भगिनी। नमस्ते। मम नाम भागीरथी। अहम् अद्य एव योजितवती भगिनी। ओहो, पूर्वतनवर्गस्य वर्गाणां श्रोतव्यम् इति। अहं गृहे पठामि भगिनी, पठित्वा आगच्छामि। अहम् अद्य अस्मि अत्र, एकसप्ताहमध्ये अहं निश्चयेन पठामि भगिनि। चलति किम्, अवगमनसहितं पठनं कर्तव्यं। निश्चयेन भगिनि, इदानीम् एव अद्य एव अहं योजयितुं शक्यते। क्षम्यतां भगिनि। कृतवती एतत्तु किं सेप्टेम्बर् मासे आरम्भ सेप्टेम्बर् मासे आगस्ट् मासे आरम्भम् अभवत्। गतसप्ताहे एव अहं अवगतवती, परन्तु सत्यभामा भगिन्याः वर्गे अहं योजितवती पूर्वं, परन्तु समयः नास्ति, अतः अहम् इदानीम् अद्य भवत्याः वर्गे योजितवती भगिनि। परन्तु भवती किं जनवरि मासे योजितवती वा सत्यभामायाः वर्गे? हा, इदानीमेव। ओ, तस्याः तु अष्टवादने सायङ्काले अस्ति। ओके, इति कारणेन अहं भवत्याः वर्गे योजितवती भगिनि। ओके, अहं मद्रास् मध्ये अस्मि। ओके, इदानीं प्रश्नमस्ति मम। किं भवत्याः कृते न, सर्वेषां कृते किं सम्पूर्ण धातु अभ्यासः करणीयं वा नूतनकरपत्रस्य आरम्भं करणीयं, वदन्तु। कण्डं नूतनवर्गस्य आरम्भं भगिनि, जीर्यते किञ्चित् एक्स्प्लेन् करोतु भगिनि। मध्ये मध्ये पृच्छति चेत् किञ्चित्, भवती तदेव उक्तवती, मध्ये मध्ये पृच्छति चेत् कठिनं भवति, तदर्थं सम्पूर्णं करणीयं तदा। दिवादिगणे भवति दृजीर्यति, किन्तु दृजीर् कथं भवति किञ्चित् तत्र सूत्रं भविष्यति। परिवर्तनं भवति तदनन्तरम् अन्य किं गृहपाठं किम् एका तु सम्पूर्णं कर्तव्यम् इति भवती पुरा सप्ताहे उक्तवती सम्पूर्णं कुर्मः। अपूर्णं कुर्मः यदा सर्वे इच्छति चेत् नो चेत् अग्रे गच्छतु। अन्यथा वर्गानन्तरमपि वयं किञ्चित् पश्यामः, तदपि शक्यं, चिन्ता न। वयं नी पर्यन्तं कृतवन्तः न, नी नयति। ओके, हा कण्णम्मा भवती किम् उक्तवती? भवती पृष्टवती अग्रे वर्गम् अग्रे करपत्रं चालनीयं वा अभ्यासं चालनीयं वा? एतदेव सम्पूर्णं कृत्वा अग्रे गच्छामः। मम विनीत अभिप्राय इति वर्गं अन्ते 10 मिनिट् क्वश्चन् आन्सर् सेशन् भवति चेत् तत्समये संशयनिवारणं कर्तुं शक्यते, न चेत् सर्वे इच्छन्ति अभ्यासं करोतु, मम कोऽपि ओब्जेक्षन् न। भवान् किं वदति रूपल्? नमो नमः भगिनी, अन्तिमे अवसरे कुर्मः तर्हि अपि चलिष्यति। एवं निर्णयं कुर्मः वा, सार्धसप्तवादनपर्यन्तं नूतनकरपत्रं पठामः, तदनन्तरं सप्तवादनतः अष्टवादनपर्यन्तं धातुगणाभ्यासस्य कार्यं कुर्मः, यावत्पर्यन्तं शक्यं तावत्पर्यन्तम्, अनन्तरम् अग्रिमवर्गे कण्टिन्यू कुर्मः तस्य। ओके, चलति वा? सम्यक्। तदेव बोरिङ्ग् न भविष्यति। एतदेव मम चिन्ता किम् अस्ति, सम्पूर्णसमयं यदा वयम् एकमेव कार्यं कुर्मः तदा तु किञ्चित् बोरिङ्ग् भविष्यति इति। ओके, ओके, सार्धसप्तवादन भविष्यति चेत् सूचयन्तु हा कोऽपि, कारणं मम ध्यानं तत्र कदाचित् न भविष्यति। हा, अस्तु भगिनि, इदानीं वयं किं पठामः? अग्रिमपाठ अस्माकं मूलयन्त्राणि, तत्र माहेश्वरसूत्राणि आगच्छति। ओके, माहेश्वरसूत्राणि प्रथमम्। अहं चिन्तयामि भवन्तः सर्वे माहेश्वरसूत्राणि विषये तु किञ्चित् एव जानन्ति इति, सत्यं वा? आं भगिनि, किञ्चित् जान श्रुतं तु अस्ति भगिनि। इदानीं पश्यामः, 15 जनाः सन्ति। भागीरथी, आरम्भं करोतु पठनं। हा, प्रथमवारं वर्गे आगतवती, माहेश्वरसूत्रविषये करपत्रमस्ति, आरम्भं करोतु। ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति सर्वप्रथमं भीतिः मास्तु, अस्मिन् सारल्यम् अस्ति अपि च सौन्दर्यम्। अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छन्तुः, अग्रे गत्वा पाठेषु येषां सूत्राणां महत्त्वं प्रकटं भविष्यति। इमानि 14 माहेश्वराणि सूत्राणि, ऐ उन् ऋक् ए ओं ए औच् हयवरट् ऐ औ हयवरट् लण् जमङ्गणनं जब गडबस् गडदश् जबगडदश् कपचटत चटतौ कपै शशस हल् उपरि चतुर्दशवाक्यानि लिखितानि, प्रत्येकं वाक्यम् एकं सूत्रं, सर्वे वर्णमाला जानीयुः, अत्र वर्णमालायाः नूतनम् आयोजनम् इति चिन्तयन्तु, आयोजनस्य आधारः प्रत्याहारः. ओके, पर्याप्तम्. अग्रे अग्रे अनन्तरं पठामः. यावत्पर्यन्तं यत् पठितं तस्य अवगमनस्य आवश्यकं न? एवमेव गच्छामः चेत् अवगमनं नास्ति चेत् समस्या भविष्यति. ओके, भवतः चिन्तनं किम् अस्मिन् विषये यत् पठितवती भगीरथी? मागेश्वरसूत्राणि सूत्रं पाणिनया कृतमस्ति. अत्र चतुर्दशसूत्राणि सन्ति. चतुर्दश किं महत्त्वं किम् तेषां महत्त्वं किम्? चिन्तयतु किञ्चित्. चिन्तयामि परन्तु वक्तुं न शक्नोमि भगिनि. एकनिमिषं, भवती एव पठितवती. पश्यतु अत्र. पश्यामि भगिनि, पश्यतु. भवती पठितवती न एतत् वाक्यं? प्रत्येकं वाक्यम् एकसूत्रं. हा, तदस्ति. ओके, अत्र अहं तु अण्डर्लैन् कृतवती न, एतत् पश्यतु. भवती एतत् वाक्यं पठतु. अत्र वर्णमालायाः नूतनम् आयोजितम् आयोजनम् इति चिन्तयत्. वर्णमालाः नूतनम् इति वयं चिन्तयामः, परन्तु आयोजनस्य आधारः प्रत्याहारः. परन्तु नूतन वर्णमालायाः नूतन आयोजनम् एतस्य अर्थं ज्ञातवती वा? अत्र वर्णमालायाः नूतनम् आयोजितम् इति चिन्तयन्तु. भवती वर्णमालाविषये किं जानाति? किमस्ति वर्णमाला? वयं पठामः न पाठशालायां. आं भगिनि, आं भगिनि. वर्णमालायाः वर्णानां समूहः एव वर्णमाला. डिस्क्रिप्शन् अहं न पृच्छामि. चम्पा, चम्पा भवती वदतु, वर्णमाला पाठशालायां कथं पठितवती? किमस्ति तत्र वयं पठामः तस्मिन् समये कथं वयं पठामः वर्णमाला? भगिनि अहं न जानामि, बट् बाराकडी वयं वदामः न. भवती हिन्दी जानाति? अहं हिन्दी जानामि भगिनि. अतः बाराकडी पढो, कैसा पढ्निका है, तदा वयं कस्मिन् विषये चिन्तयामः? इन् वाट् आर्डर्? वर्णमाला, वर्णमाला वदतु, वदतु. रु रु ए ऐ ओ औ अम् अह. तदनन्तरं क ख ग ग अङ्ग च ट ठ ड ध ण प फ प य र ल व ष ष ट. ओके, इदानीं पश्यतु भगिनि. अहं वदामि भगिनि, अक्षराणां आयोजनम्. हा ओके अक्षराणाम् आयोजनम् इदानीं चम्पा भवती एव इदानीं कण्टिन्यू करोतु हा भवती सर्वम् उक्तवती यत् वयं पाठशालायां पठामः हा इदानीं परिशीलनं करोतु हा परिशीलनं करोतु हा भवती किम् उक्तवती क ख ग घ ङ सर्वमस्ति वा अत्र हा पश्यतु क अस्ति वा आं भगिनि ख अस्ति वा अ अस्ति ख अस्ति ग अस्ति वा ग अस्ति घ अस्ति वा आं भगिनि न अस्ति वा म आम् पञ्चम अक्षरम् आं भगिनि क ख अनन्तरं ब परन्तु भिन्नता कुत्र अस्ति अत्र भिन्नता सर्वे डिफ्रेण्ट् अलग् अलग् लैन् मे ओके तत्र पाठशालायां वयं किं वर्गानुगुणं पठितवन्तः कवर्गीयवर्णाः एकस्मिन् स्थाने एव स्थापितं चवर्गीयवर्णाः एकस्मिन् स्थाने एव स्थापितं क ख ग घ ङ छ ज झ ञ अत्र कथमस्ति भिन्नभिन्नस्थाने तस्य कारणम् अग्रे पश्यामः अत्र एकं पदमस्ति प्रत्याहारः इति एतत् अस्माकं कृते नूतनपदमस्ति प्रत्याहारस्य कृते पाणिनि एवं सूत्रनिर्माणं कृतवान् अनन्तरं पश्यामि माहेश्वरसूत्राणां विषये तु सर्वे जानन्ति इति अहं मन्ये कारणम् अन्यवर्गाः अपि भवन्तः सर्वे कुर्वन्ति परं किमर्थम् इति मनसि चिन्तनम् इदानीं कर्तव्यम् ओके जया अग्रे पठतु प्रत्याहारः इत्युक्तौ वर्णानां समूहः प्रत्येकं प्रत्याहारस्य संज्ञकवर्णः स्थितः अयं संज्ञकवर्णः प्रत्याहारस्य सीमारेखा भवति प्रत्याहारः नाम सङ्ग्रहः अस्मिन् सङ्ग्रहः अस्मिन् सङ्ग्रहे इत्संज्ञकाः वर्णाः शान्तभूताः इति अवधति ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति यदा अपगच्छन्ति ओके एतस्य अर्थं किञ्चित् चिन्तयामः भवती किम् अवगतवती वर्णानां समूहः वर्णानां समूहः इत्युक्ते पश्यतु अयुन् ऋलृ सूत्रमस्ति न अयुन् इत्युक्ते एकं सूत्रं ऋलृ इत्युक्ते द्वितीयं सूत्रम् एयोम् इत्युक्ते तृतीयं सूत्रम् अर्थं किं जानाति एतस्य आधारेण भिन्नभिन्नवर्णाः एकः समूहः अस्ति पाणिनि किं कृतवान् वर्णानां समूहः कृत्वा भिन्नभिन्नसमूहाः कृत्वा सूत्रनिर्माणं कृतवान् अवगतम्? आम् ओके, यावत्पर्यन्तं सर्वे अवगतवन्तः? प्रश्नः अस्ति वा? ओके, इदानीं कस्याः पर्यायः इदानीं भगिनि ने कोऽपि किमपि पृच्छति वा? आं भगिनि, प्रत्याहार पुनः वदतु भगिनि, प्रत्याहार प्रत्याहारविषये अहं किमपि न उक्तवती. प्रत्याहार इदानीम् आगच्छति. ओके, पश्यतु वयं कथं समूहः कृतवन्तः, वर्गानुगुणं. ग ख ग ख ङ एकं वर्गं, च छ ज झ ञ, ट ढ ड ण. अतः अस्माकं पाठशाला रीत्या तत्र शैली भिन्नं. तत्र वयं वर्गानुगुणं समूहः कृतवन्तः. अत्र पाणिनिमहोदय किं कृतवान्? अन्यरीत्या समूहं कृतवान्. ओके, अ इ उ एतस्य एकं समूहं, ऋल् ऋ द्वितीयम्, ए ओ तृतीयम्, एवं महोदये चतुर्दश समूहाः कृतवान्. ओके, अवगतं यावत्पर्यन्तम्? आं भगिनि. इदानीम् अग्रे गच्छामः. कण्णम्मा वदति वा एकनिमिषम्? आं भगिनि. आं भगिनि. ओके, इदानीं महोदय किं वदति? अत्र प्रत्येकं प्रत्याहारस्य अन्ते इत्संज्ञकवर्णः स्थितः. ओके, आं भगिनि. अर्थं किं ज्ञातवती एतस्य वाक्यस्य आधारेण? अयम् प्रत्याहारस्य सीमारेखा भवति. ऐ इ ऊन् ऋक् सर्वम् एक सूत्रमस्ति. तद् अ इ ऊन् इन् वर्णः इत्संज्ञा भवति. तद् एकस्य सूत्रस्य सीमा निर्मयति, निर्दिश्यति. तस्य अ इ उन् वर्णानां समूहः अस्ति. तस्य अन्ते यत् वर्णः अस्ति, इन् वर्णः अस्ति, तत् वर्णसमूहः सीमा भवति. तत् केवलं सीमा निर्दिश्यति. अनन्तरं सूत्र तत् लोपः भवति, अपगच्छति. पश्यामः, तदा अपगच्छन्ति, तदा अपगच्छन्ति. केवलं प्रत्याहारस्य सीमा कुर्वन्ति. तद् वर्णानां समूहानां सीमा भवति. इत्संख्या अन्तिमवर्ण, इन् भवति. हलन्तवर्णः, हलन्तवर्णः, इन् इक् इन् इच्. ओके, तद् सीमा भवति. तद् केवलं प्रत्याहारस्य सीमा कुर्वन्ति. ओके, प्रत्याहारविषये पुनः आगच्छति. इदानीं किमस्ति? अस्माकं हस्ते चतुर्दशसमूहाः सन्ति. ओके, किमर्थं? पाणिनि चतुर्दशसूत्राणि निर्मितवान्. ओके, अस्तु अस्तु. प्रत्येकं सूत्रं, अस्तु, तस्य आदिमवर्णः अन्तिमवर्णः इति वयं पश्यामः. अत्र आ इ ऊन् पश्यामः चेत् आ आदिमवर्णः अस्ति, णकारः अन्तिमवर्णः अस्ति, ऋ अस्य ऋ आदिमवर्णः अस्ति, ककारः अन्तिमवर्णः अस्ति पूर्णिमा परिशीलयतु चतुर्दश सूत्राणि सन्ति प्रत्येकस्य सूत्रस्य अन्तिमवर्णस्य किं स्पेशालिटि किम् आयु आयु न दृश्यते न दृश्यते वर्णः अपगच्छति कः वा का उक्तवती अत्र लिखितमस्ति वा वयं पठितवन्तः भवती पूर्वमेव जानाति अतः वदति तत्मा करोतु किं वक्तव्यं भगिनि भवती किम् उक्तवती किं भवति इति अन्तिमवर्णः अहं किं परिशीलनं करोतु इति वदामि प्रत्येकं अस्ति तस्य आदिमवर्णः अन्तिमवर्णः अस्ति वर्णसमूहः प्रतिसूत्रे अस्ति प्रतिवर्णसमूहस्य अन्तरवर्णः इत्युक्ते सीमारेखावर्णः यदस्ति तस्य महत्त्वं किम् भवती किं पश्यति तत्र ककारः वदतु न जानामि भगिनि इच्छा भवति इति जानामि ओके प्रभाकरन् महोदय भवान् किं वदति अस्मिन् विषये अहम् इदानीं यात्रा मध्ये अस्मि रेल् याने यात्रा मध्ये अस्मि जि अतः अहम् इदानीं रेल् याने यात्रा मध्ये अस्मि ओ हो ओके ओके ओके क्षम्यताम् अतः प्रश्नः मत् पृच्छति कृपया प्रार्थना करोमि इति अनन्तरं पश्यामः यस्मिन् समये भवान् चिन्तनमस्ति तदा वदतु धन्यवादः प्रतिभा भवती प्रतिसूत्रस्य अन्तिमवर्णविषये सीमा भवति तत् अक्षरं सीमा भवति तत्र तत्तु लिखितम् अस्ति सीमारेखा अस्ति इति लिखितम् अस्ति पश्यतु न अयम् इत्संज्ञकवर्णः प्रत्याहारस्य सीमारेखा भवति परन्तु वाट् डु यु नोटिस् स्पेशल् अबौट् द सीमारेखावर्णाः तद्वदतु हलन्तशब्दः अस्ति हलन्तशब्दः न वर्णः हलन्तवर्णः अस्ति हलन्तवर्णः अस्ति हलन्तवर्णाः सन्ति ओके एतत् बहु उपयोगी अस्ति सर्वे हलन्तवर्णाः सन्ति ओके धन्यवादः एतदेव अहं पृष्टवती पूर्णिमा इदानीम् अवगतं अवगतं भगिनि अवगतं सीमारेखा वर्णाः इत्संज्ञकवर्णाः अन्यनाम परन्तु ते सर्वे हलन्तवर्णाः सन्ति ओके यावत्पर्यन्तम् अवगतम् इति अहं मन्ये प्रश्नाः सन्ति चेत् इदानीं पृच्छन्तु अग्रे गच्छामः अनन्तरम् ओके नमस्ते भगिनि सरस्वती वदतु इदानीमेव अहम् आगतवती सीमारेखा इत्युक्ते किं भगिनि बौण्ड्री बौण्ड्री ओके फ्रान्टियर् बौण्ड्री एवं अनुवादं कर्तुं शक्नुमः सीमा अस्ति सीमा इत्युक्ते अत्र अ इ उन् अस्ति अतः आरम्भस्तरे अकारः अन्तिमस्तरे णकारः अतः अकारेण आरभ्य णकारपर्यन्तम् ओके अतः एतत् अस्ति सीमा यावत्पर्यन्तम् भगिनी प्रत्येकं प्रत्याहारस्य अन्ते इत्संज्ञकवर्णः स्थितः इति अस्ति किल तदर्थं किं भवति भगिनि सर्वे अपि सीमारेखा तु भवति अक्षरम् अन्तर्भूतः भवति तद् मध्ये एव भवति अक्षरं सर्वे परन्तु सर्वे हलन्तशब्दः इत्संज्ञकः वा शब्दः न वर्णः शब्दः न वर्ण किमर्थं शब्दः उक्तवती अहं न जानामि वर्णः न जानामि शब्दः इति किमर्थम् आगच्छति मनसि सर्वे हलन्तशब्दः इत्संज्ञकः अस्ति किल सर्वे हलन्तवर्णाः इत्संज्ञकाः सन्ति इति वक्तुं तु न शक्नुमः इत्संज्ञकः इत्युक्ते किम् एतस्यापि ज्ञानं प्राप्तव्यं न वयम् अयम् इत्संज्ञकवर्णः प्रत्याहारस्य सीमारेखा प्रत्येकं प्रत्याहारस्य अन्ते किमस्ति प्रत्येकं प्रत्याहारस्य अन्ते इत्संज्ञकवर्णः स्थितः ओके आं भगिनि एवम् उक्तम् अस्ति ओके प्रथमवाक्यं पठतु प्रत्याहारः इत्युक्तौ वर्णानां समूहः ओके प्रत्याहारस्य डेफिनेशन् किम् प्रत्याहारः इस् ईक्वल् टु वर्णानां समूहः समूहः परन्तु समूहस्य निर्माणम् अनन्तरं वदति अस्तु परन्तु किं वयं मनसि स्थापयामः प्रत्येकं प्रत्याहारस्य अन्ते इत्संज्ञकः वर्णः अस्ति इत्युक्ते प्रत्याहारस्य सीमायाः आरम्भं यत्र कुत्रापि भवति परन्तु अन्तः इत्संज्ञक एव वर्णः एव अस्तु वयं चिनुमः यावत्पर्यन्तं गन्तव्यं तत् निर्णीतम् अस्ति अवगतम् आं भगिनि अत्र आरम्भं तु कुत्रापि कर्तुं शक्नुमः परन्तु अन्तः यत् इत्संज्ञकवर्णः अस्ति चतुर्दशसूत्राणि सन्ति तत्र एकस्य सूत्रस्य इत्संज्ञकवर्णपर्यन्तं गन्तव्यम् ओके तदस्ति अस्माकं सीमा ओके प्रश्नाः सन्ति सरस्वती अवगतवती सीमारेखाविषये आं भगिनि धन्यवादः अन्य कोऽपि अस्ति वा अग्रे गच्छामि भगिनी भगिनी नान्तर्भूताः इत्युक्ते किं का वदति सविता अस्मि भगिनि हा भवत्याः न अन्तर्भूताः किमस्ति अस्मिन् सङ्ग्रहे इत्संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयं नान्तर्भूताः इत्युक्ते इन्क्लूडेड् धन्यवादः नाट् इन्क्लूडेड् न भवति भगिनि नाट् इन्क्लूडेड् इन्क्लूडेड् अन्तः भूतः इन्क्लूडेड् इट् इस् देर् न अन्तर्भूताः इत्युक्ते नकारः अत्र तु अन्तर्भूताः न ओके अग्रे न भगिनि अस्मिन् सङ्ग्रहे संज्ञकाः वर्णाः न अन्तर्भूताः इट्स् नाट् इन्क्लूडेड् दट् इस् वाट् यू सेइङ्ग् रैट् वयं एव आगतवन्तः न पश्यतु एतदेव वयं पठितवन्तः ओके अग्रे पश्यामः मन्दं मन्दं गच्छामः भगिनि तत्र सीमरेखा वर्णः हलन्तशब्द it is not unique, right? It can be simareka for another sutram also, like for example nakara is also for lan. So it can repeat prati sutra ಕಾಯಿಸಿದ್ರ ಆಯ್ತು ಬಿಡಿ, ಅವ್ನಿಗೆ ಮೆಸೇಜ್ ಹಾಕ್ಬಿಡಿ, ಅರ್ಧ ಪ್ಯಾಕೆಟ್ ನೀಲಿ ಬಂದಿದೆ ಅದ್ರ ತಕ್ಕನಾಗೆ ನಾ ಇದ್ ಮಾಡ್ತೀನಿ ಅಂತ ಹೇಳಿ ಮ್ಯೂಟ್ ಮಾಡ್ಕೊಳ್ಳಿ. ಮ್ಯೂಟ್ ಓಕೆ. ಹಾ ಸರಸ್ವತಿ. Aam Bhagini, I was just asking, it need not be unique, right? That the Simareka Varna can be, it can repeat. For each sutram, it can be same, I mean, it is different. Atra kim uktam asti, I am Itsamyaka Varna ha, Pratyaharasya Simareka Bhavati. Okay? Chaturdasha, Maheshara, सूत्राणि सन्ति. प्रतिसूत्रस्य अन्तिमवर्णः हलन्तवर्णः अस्ति, तद् अस्ति सीमारेखा. इत्युक्ते वयं यदि प्रत्याहारः प्रत्येकं प्रत्याहारस्य अन्ते इत्संज्ञकवर्णः स्थितः. इदानीं पर्यन्तं प्रत्याहारः किम् इति वयं न जानीमः. ओके, केवलं जानीमः प्रत्याहारः वर्णसमूहः इति. पश्यतु, वर्णानां समूहः इति उक्तमस्ति. ओके, इत्युक्ते प्रत्याहार इस् ईक्वल् टु वर्णानां समूहः. यावत्पर्यन्तम् अवगतं सरस्वती? इदानीं मम हस्ते आ इ उन् इति वर्णसमूहः अस्ति. एतस्य वर्णसमूहस्य न इति यत् अस्ति, एतदस्ति सीमारेखा. ओके, अतः यदा किमपि प्रत्याहारः अहं निर्माणं करोमि यत्र णकारपर्यन्तं गच्छति मम प्रत्याहारस्य समूहः, तदा न निर्णयं करोति कतिपर्यन्तं कियत्पर्यन्तं मम वर्णसमूहः कार्यं करिष्यति इति. ओके, यावत्पर्यन्तम् अवगतं किञ्चित् किञ्चित्? अग्रे गच्छामः तदा किञ्चित् अधिकम् अवगमनं भविष्यति. इदानीं पश्यामः प्रत्याहारः नाम सङ्ग्रहः. एतत् वयं ज्ञातवन्तः, समूहः सङ्ग्रहः ज्ञातवन्तः. ओके, अनन्तरम् अस्मिन् सङ्ग्रहे इत्संज्ञकाः वर्णाः न अन्तर्भूताः इति अवधेयम्. एतस्य अर्थं किञ्चित् गम्भीरतया पश्यामः. इदानीं किं कुर्मः, अग्रे पश्यामः. सविता, भवत्याः ध्वनिः किञ्चित् उच्चैः करोति चेत् श्रोतुं शक्यते. सविता, सविता वदति वा न? आं भगिनि, इदानीं श्रूयते वा? इदानीं श्रूयते. अरे वा, हा, इदानीं बहु सम्यक् श्रूयते. ओके, पठतु. हा, अस्मिन् सङ्ग्रहे इतः पठतु, एतत् सर्वं पठतु. आं भगिनि, अस्मिन् सङ्ग्रहे इत्संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयं. ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति, तदा अपगच्छन्ति. यथा अण् अ इ उ, ऋक् पर्याप्तं हा तावत्पर्यन्तम् उदाहरणं तु अस्माकं हस्ते इदानीम् अस्ति हा अण् इति प्रत्याहारस्य निर्माणं कुर्मः चेत् मम आरम्भवर्णः अवद् भवति अन्तिमवर्णः णकारः भवति परन्तु मनसि स्थापनीयं हा इत्संज्ञकवर्णः अस्मिन् समूहे न गणनीयम् ओके हा सीमारेखा यदस्ति तत् निर्णयं करोति वा दर्शयति तावत्पर्यन्तं गन्तव्यं परन्तु तस्य गणनां न कर्तव्यम् अवगतम् सर्वे अवगतवन्तः हा इदानीं अण् इति अस्ति तत्र तु किमपि समस्या नास्ति कारणम् एकमेव इत्संज्ञकवर्णः अस्ति हा ऋल् ऋक् यदाहं ऋक् इति प्रत्याहारस्य निर्माणं करोमि तदा मम हस्ते ऋ इति आरम्भवर्णः ककारः अन्तिमवर्णः मध्ये यत्किमपि अस्ति तस्य अहम् इन्क्लूड् करोमि ऋ ल अनन्तरं ककारः अन्तिमवर्णः सीमारेखावर्णः इत्संज्ञकवर्णः अतः तस्य गणनाम् अहं न करोमि परन्तु इदानीं पश्यामः अक् इति यदस्ति हा अक् इति यदस्ति तत्र तु मम हस्ते वर्णद्वयं सीमारेखावर्णाः सन्ति पश्यन्तु हा सत्यं वा रूपल् आगच्छतु इदानीम् आं महोदय हा इदानीं किं करणीयं तस्य निर्णयं कथं करणीयं हा मम हस्ते वर्णद्वयम् अस्ति यत् इत्संज्ञकवर्णाः सन्ति हा द्वयमपि सीमारेखावर्णाः परन्तु मम प्रत्याहारः किं वदति आरभ्य ककारपर्यन्तं गन्तव्यम् ओके अतः मम आवश्यकता एतस्य समूहस्य अस्ति ओके रूपल् पश्यतु इदानीम् अतः अस्मिन् समूहे के वर्णाः अहं स्वीकरिष्यामि अत्र प्रथमं तु अ इ उ अनन्तरं यद् ऋणम् अस्ति तत् सीमारेखावर्णः हलन्तः तत् न स्वीकरणीय तत् अपगच्छन्ति अग्रे रु ल अनन्तरं ककारः अस्ति तदपि हलन्तम् अस्ति तद् न स्वीकरणीय अत्रैव तत् अक्वर्णः अक्प्रत्याहारः समाप्तं भवति इदानीं किमर्थं णकारः ककारः न स्वीकर्तव्यम् चिन्तयति सीमारेखावर्णः ते अपगच्छन्ति ते न अन्तर्भूताः भवन्ति न अन्तर्भूताः न अन्तर्भूताः वर्णसमूहनिर्माणसमये सीमारेखावर्णाः ये सन्ति तेषां गणना न कर्तव्यम् ओके अवगतं सर्वे भगिनी अवगतम् भगिनी एकः प्रश्नः अस्ति तत्र अण् अण् इत्युक्ते आ इ उ अस्ति तत्र अण् पुनरपि नकारसीमरेखा भवति खलु लण् तत्र सो शुड् ऐ इन्क्लूड् आल् द लेटर्स् आर् ओन्ली स्टाप् वित् आ इ उ ऐ केन् टेक् आल् द वे अप् टु वित् द एक्साम्पल् वाट् यु शो लैक् अप् इत्युक्ते वि केन् टेक् फ्रम् आ इ उ सीमरेखा वर्णा त्यजतु अनायु रु ऋकार ऋकार सो वी गॉट द सेम वे इफ आई से अन should I stop with a e u or I should say a e u r r na na na निर्माणे समये अहं निर्णयं करोमि कियत्पर्यन्तं गन्तव्यम् ओके यदा अहं निर्णयं करोमि नवपर्यन्तं गन्तव्यं तदा मम प्रत्याहारनिर्माणं कथं भविष्यति अधिमवर्णः अकारः यदा यत्तु अहं निर्णयं कृतवती परन्तु कियत्पर्यन्तं गन्तव्यं नकारपर्यन्तं वा ककारपर्यन्तं वा नकारपर्यन्तं वा चकारपर्यन्तम् अवगतम् यदा अहं प्रत्याहारनिर्माणसमये अनुवदामि तदा मम मनसि किम् अस्ति केवलं वर्णत्रयम् उपयोगं करणीयम् तदा अहं मम सीमारेखा न भवति यावत् अवगतम् आम् इदानीम् अहम् अक् इति वदामि अक् इति वदामि चेत् मम वर्णसमूहे अ अस्ति इ अस्ति उ अस्ति ऋ अस्ति ल अस्ति ओके पञ्चवर्णाः सन्ति तत्र किमर्थं पञ्च कारणं मम सीमारेखा ककारपर्यन्तं तत्र वर्णद्वयम् आगच्छति यत् सीमारेखावर्णाः सन्ति एकं तु अस्ति णकारः द्वितीयमस्ति कृकारः परन्तु लिखितमस्ति प्रत्येकं प्रत्याहारस्य अन्ते यत् वर्णः स्थितः अस्ति तदस्ति इत्संज्ञकवर्णः इत्युक्ते तेषां गणनां न कर्तव्यम् ओके इदानीं यदा अहम् अच् इति वदामि अच् इति वदामि तदा अहं किं करोमि अ आरभ्य चकारपर्यन्तम् अहं गच्छामि ओके के के वर्णाः आगच्छन्ति तत्र सरस्वती वदतु अ इ उ ऋ ऋ ए ओ ऐ औ औ तत्र कति सीमारेखावर्णाः सन्ति हलन्तवर्णाः चत्वारि नकार ककार मकार चकार चकार एतत् सर्वं त्यक्तव्यं प्रत्याहारस्य समूहः इत्युक्ते वयं प्रत्याहारनिर्माणं कुर्मः तदा वर्णसमूहस्य निर्माणं कुर्मः ओके के के वर्णाः वयम् उपयोगं कर्तुम् इच्छामः यत्किमपि सूत्रमस्ति तत्र निर्णयं भवति यदा कदापि प्रत्याहारनिर्माणं कुर्मः तत्र अन्तिमवर्णस्य निर्णयं सर्वदा भवति अन्तिमवर्णः अस्ति अस्माकं प्रतिसूत्रस्य अन्ते यत् स्थितमस्ति हलन्तवर्णः तदस्ति सीमारेखावर्णः ओके तावत्पर्यन्तं गन्तव्यं कुतः आरम्भं कर्तव्यं तत् तस्मिन् विषये तु अनन्तरं पश्यामः परन्तु कुत्र किं कियत्पर्यन्तं गन्तव्यं तस्मिन् विषये इदानीं निर्णयम् अभवत् इत्युक्ते सीमारेखावर्णः अस्माकं बौण्ड्रि लैन् भवति यावत्पर्यन्तं कष्टमस्ति अन्यत् कस्यापि प्रश्नः अस्ति वा न अग्रे गच्छामः इदानीं माहेश्वरसूत्रस्य आधारेण केचन प्रत्याहारस्य वर्णानां परिशीलनं कुर्मः ओके इदानीं कस्याः पर्यायः सरस्वती वदतु. हा आं भवती तु कृतवती, क्षम्यतां. हा भवती इदानीमेव अच् पर्यन्तं गतवती न. सर्वमङ्गला वदतु, अग्रे पश्यतु. वयं तु अण् कृतवन्तः, ऋक् कृतवन्तः, अक् कृतवन्तः. इदानीम् एङ् विषये पश्यतु. एङ् ए ओ एकनिमिषम् एकनिमिषम् एङ् इत्युक्ते ए आरभ्य पर्यन्तं गन्तव्यम्. ओके, आरम्भवर्णः ए, अन्तिमरेखा अस्ति ङ. अस्मिन् समूहे कति वर्णाः सन्ति उपयोगिवर्णाः? द्वे द्वे वर्णद्वयमस्ति. ओके, वर्णद्वयं वर्णः पुल्लिङ्गमस्ति अथवा द्वौ वर्णौ इति वक्तव्यम् अहं चिन्तयामि. अतः यदा व्याकरणविषयस्य चिन्ता अस्ति चेत् वर्णद्वयं वदतु, हा सरलमस्ति. ओके, इदानीं हा कस्याः पर्यायः? श्रीधर् महोदय. नमस्ते भगिनि. अग्रिमप्रत्याहारस्य परिशीलनं करोतु. एङ् समाप्तम्. अग्रिमप्रत्याहारस्य परिशीलनं करोतु. अयौच् एच् अयौच् एच् हा तत्र के के वर्णाः सन्ति माहेश्वरसूत्रं? हा ओके, माहेश्वरसूत्रम् एच् ए ओ ऐ औ. हा आरम्भवर्णः किम्? ए. हा कियत्पर्यन्तं गन्तव्यं? च पर्यन्तं, चकारपर्यन्तं. हा चकारपर्यन्तं. मध्ये कति वर्णाः इत्संज्ञकवर्णाः आगच्छन्ति? मध्ये द्वि, इङ् और् चकार. हा नकार चकार मध्ये आगच्छन्ति, आगच्छतः. हा नकार चकार इत्संज्ञकवर्णाः. अत्र के के वर्णाः वयं स्वीकुर्मः अस्मिन् समूहे? ए ओ ऐ औ. हा चत्वारः चत्वारः वर्णाः स्वीकुर्मः. ओके, या अवगतं? किमपि परि समस्या अस्ति, प्रश्नः अस्ति? अवगतम् अवगतं सम्पूर्णतया. हा सम्पूर्णतया. एतस्य महत्त्वं वयं पश्यामः. ओके, एच्छत्र एच्छत्र औ सौण्ड् कुत्र भवति? ऐच् समाधानं न अवगतवती, परन्तु भवत्याः समाधानम् अभवत् वा न? भवतु भगिनि, अभवत्. ओके, सुशीला. आं भगिनि, नमस्ते भगिनि. आम् झष् झ भ ग ढ ध. अत्र पश्यतु झष्. हा आरम्भवर्णः झ. हा कियत् अन्तिमवर्णः? ढ झ भ द्वयं सीमारेखावर्णः अस्ति. ओके, ञ जबङ् अधिकं शकारः. ओके, धन्यशकारः. कति वर्णाः अवशिष्टाः भवन्ति अस्मिन् प्रत्याहारे? अवशिष्टः द्वयं. द्वयं कथं महोदय? झष् अस्ति. झष् अस्ति. आम् झ भ ग ढ द पञ्चम अक्षराणि तिष्ठति. सीमारेखा ज्ञा च अधिकं शक निष्कासनीयम् ओके निष्कासनीयम् आम् निष्कासनीयम् इत्युक्ते गणनां न कर्तव्यं तेषां गणनां न कर्तव्यम् आम् ओके आम् आम् भगिनि इदानीं हा किञ्चित् प्राक्टिस् कुर्मः तेजल् आम् आं महोदय अग्रिम जश् इति अस्ति वयं सर्वे सन्धिविषये तु पठितवन्तः एव जश् पश्यतु अत्र जतः प्रारम्भः भवति श कुमारी रेखा अस्ति अतः पञ्चवर्णः ज प ग ळ द पञ्चवर्णाः सन्ति एतदेव आगच्छति न अस्माकं किं जष्वसन्धिविषये जष्वसन्धि च प्रकरणे तदेव वयम् उपयोगं कुर्मः न ओके इदानीं करेस्पाण्डेन्स् मिलति न उर्मिला उर्मिला अहं चिन्तयामि एतत् वयं कृतवन्तः विषये अच् कुतः आरम्भं करिष्यामि अत्र पश्यतु अस्माकं माहेश्वरसूत्राणि सन्ति कुतः आरम्भं करिष्यामि अ इ उ रु लृ ए ओ ऐ औ तावत्पर्यन्तम् तावत्पर्यन्तम् अ आरभ्य चकारपर्यन्तम् अवगतम् आरभ्य चकारपर्यन्तम् इदानीम् अच् इति वयं वारं वारं श्रुतवन्तः वयं किं जानीमः अच् इति कुत्रापि वयं शृणुमः चेत् झटिति मनसि किम् आगच्छति सर्वे स्वराः सर्वे स्वराः ओके परन्तु अत्र पश्यतु केवलम् अकारः दृश्यते आ न दृश्यते इ अस्ति इ न दृश्यते उ अस्ति उ न दृश्यते ऋ अपि तथैव ए ओ ऐ औ तत्र तु समस्या नास्ति परन्तु अ इ उ ऋ एतेषां विषये तु किञ्चित् समस्या अस्ति न केवलम् एकं तु दृश्यते परन्तु गणनां तु सर्वे स्वराः इति उक्तम् अस्ति तस्मिन् विषये अनन्तरं वयं ज्ञास्यामः ओके अस्तु किञ्चित् सस्पेन्स् अस्ति तत्र ओके अस्तु ओके अग्रे विजया विजया हेति राजन् वदति वा ओके वीणाबेन् वदति वा आं भगिनि ओके इदानीं हल् उक्तमस्ति हल् इत्युक्ते कुतः अहम् आरम्भं करोमि हल् चिन्तनं करोतु हयवर ल अस्ति ओके हयवर ल यमङ्गण जप रथड कपचटथ जटथ कप ओके अतः सर्वाणि व्यञ्जनानि सर्वाणि व्यञ्जनानि ओके अतः अत्र ह यत् अस्ति इतः आरभ्य अत्र ल अस्ति सीमारेखावर्णः तावत्पर्यन्तं गन्तव्यम् ओके मध्ये द्विवारं हा अस्ति खलु द्विवारं हा अस्ति अत्र हा द्विवारम् उक्तवती तस्मिन् विषये अनन्तरं पश्यामः प्रथमं तु सर्वे व्यञ्जनानि आगतानि अत्र मनसि किं स्थापनीयं यत् किमपि सीमारेखावर्णः अस्ति मध्ये मध्ये यदागच्छति तेषां गणनां न कर्तव्यम् अस्मिन् समूहे हल् इति यत् समूहः प्रत्याहारनिर्माणं वयं कुर्मः तत्र प्रतिसूत्रस्य अन्तिमवर्णः इत्संज्ञकवर्णः येषां गणनां न कर्तव्यम् अतः हकार आरभ्य लपर्यन्तं गन्तव्यं परन्तु मध्ये मध्ये यदागच्छति इत्संज्ञकवर्णः वदतु अथवा हलन्तवर्णः वदतु सीमारेखावर्णः वदतु तेषां गणनां न कर्तव्यम् ओके इदानीं प्रश्नः उदेति का पृष्टवती हा हकारविषये पूर्णिमा पूर्णिमा हा इदानीं हकारद्वयमस्ति हा अत्रापि अस्ति अत्रापि अस्ति परन्तु तस्मिन् विषये अनन्तरं वयं पश्यामः हा महोदये पाणिनिमहोदये बहु चालक् अस्ति ओके किमपि मनसि अस्ति तस्य हकारद्वयस्य स्थापनार्थम् ओके तत् वयं यत्र यदा यदा सूत्रं पठामः तदा तदा तस्य कथम् उपयोगं भवति एतस्य विषयं ज्ञास्यामः परन्तु अस्मिन् स्तरे हकार प्रथमहकारस्य स्वीकरणं कर्तव्यम् ओके कारणं यदा अहं हल् अत्र हल् इति वदामि चेत् तत्र मध्ये किमपि नास्ति न अत्र स्वीकरोमि चेत् मम वर्णसमूहः भवति ओके अत्र स्वीकरोमि चेत् समूहः एव नास्ति केवलम् एकवर्णः अस्ति अवगतम् पूर्णिमा अवगतम् ओके वयं किं प्रत्याहारः किमर्थं कुर्मः वर्णसमूहनिर्माणार्थं कुर्मः यदा अहं केवलम् अत्र हकार अत्र आरभ्य लपर्यन्तं गच्छामि तत्र समूहः एव नास्ति न ओके ओके इदानीं किं पश्यामः हा इदानीं भागीरथी आगतवती हा पुनः हा ओके एकः संशयः अस्ति हा कस्याः संशयः अस्ति सर्वमङ्गल ओके वदतु ऐ वुन् रुल् रु के वोङ् ऐ वोच् हय वरट् लन् देर् इस् आल्सो अण् इस् देर् किम् इस् ए अण् अण् मीन्स् अ इ उ अदर्वैस् अण् मीन्स् अ इ उ रुल् रु ए ओ शेल् यु टेक् दट् उपयोगं कर्तुं शक्यते वा आ आरभ्य लकारपर्यन्तं बहु सम्यक् ओके प्रथमसूत्रे द्वितीयवारम् अत्रापि अस्ति एतस्य कारणमपि अस्ति तत्र पाणिनेः अष्टाध्याय्यां कुत्र किम् किं णकारस्य स्वीकरणं कर्तव्यं दत्तमस्ति ओके सामान्यतया प्रथमणकारस्य उपयोगं भवति परन्तु केषाञ्चन स्थानेषु द्वितीयणकारस्य उल्लेखमपि भवति अतः एव महोदये एवं कृतवान् ओके अत्र हकारस्यापि द्विवारम् आगतं नकारस्यापि द्विवारम् किमर्थम् एवं कृतवान् अग्रे अग्रे मन्दं मन्दं ज्ञास्यामः ओके भागीरथी इदानीम् अल् विषये वदतु हल् हल् हल् तु समाप्तम् हल् समाप्तं तत्र विना भवति इदानीं भवती अल् आ अकार आरभ्य द्वितीय लकारपर्य द्वितीय लकारपर्यन्तं गत्वा ये इत् वर्णाः मध्ये सन्ति तेषां विहाय अन्यवर्णानाम् उपयोगं कर्तव्यम्. ओके, द्वितीयलकारः किमर्थम् उक्तवती? अत्र एक लकारः नास्ति, क्षम्यतां भगिनि, लकारपर्यन्तम्. ओके, इत् वर्णानां विहाय अन्यवर्णानां गणनीयम्. ओके, अवगतं, सम्यक्तया अवगतं सर्वम्? अवगतं भगिनि. प्रश्नाः सन्ति वा यावत्पर्यन्तं? प्रश्नः नास्ति भगिनि. नास्ति, भवत्याः तु नास्ति, अन्येषां पश्यामि. अग्रे गच्छामः. आं भगिनि. आं भगिनि. आं भगिनि, अवगतम्. अवगतम्, ओके, अग्रे गच्छामः वा? एतत् बहु इण्ट्रेस्टिङ्ग् भवति न? ओके, ओके, अवधेयम्. ओके, अवधेयम्. वेटिङ्ग् फार् यू टु ब्रेक् द सस्पेन्स् वै इट् इस् यूस् ट्रैस् भगिनि. तत्तु शीघ्रं शीघ्रं न आगच्छति, बहु अग्रे एव आगच्छति. ओके, मन्दं मन्दम् एव वयम् अग्रे गच्छामः. हा, एतत् सर्वं स्मरणे स्थापनीयं. चम्पा, चम्पा अग्रे पठति अवधेयं, प्रथम अवधेयम्. आं भगिनि, स्वराः उरु एषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः. ह्रस्वः, दीर्घः, प्लुतः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अनुनासिकः च. वदतु वदतु. यथा अनुनासिकः, उदात्त, ह्रस्वः, अकारः, अननुनासिक, उदात्त, ह्रस्व, इकारः, अनुनासिक, अनुदात्त, ह्रस्व, उकारः, अननुनासिक, अनुदात्, ह्रस्व, ऋकारः, तदा पुनः अनुनासिक, स्वरित, ह्रस्वः, अकारः इत्यादीनि रूपाणि. इत्यादीनि रूपाणि. अनन्तरं, हा, अनन्तरम् अनन्तरं पश्यामः, इदानीं मा कर वदतु. हा, इदानीं किम् उक्तम् अस्ति? यदा अहम् अस्वीकरोमि, अरे अत्र किम् अरे इदानीं मम हस्ते अ अस्ति. हा, अनन्तरं आ अस्ति. तृतीयं किम् उक्तमस्ति? प्लुतः. ओके, प्लुत. पश्यतु, आ इ ऊर् एषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः. ह्रस्व, दीर्घ, प्लुतः. तदनन्तरं यत् लिखितमस्ति तस्मिन् विषये अनन्तरं पश्यामः. ह्रस्वदीर्घप्लुतः इत्युक्ते इदानीं कथं प्लुतस्वरविषय लिखामः एवं लिखामः ओके सामान्यतया ओके अनन्तरम् आवरणे त्रि इति लिखामः एतत् अस्ति त्रिविधम् अकाराः ओके इदानीम् अकारस्य विषये यदा अहं पश्यामि केवलम् अकार किं लिखितम् अस्ति पठतु एकनिमिषं हा अहं दर्शयामि पठतु उद्दात्तः अनुदात्तः ओके अतः मम अकारस्य एकं तु अस्ति उदात्तः अनन्तरम् अस्ति अनुदात्तः उदात्तः उदात्तः उदात्तः ओके ओके ओके स्पेलिङ्ग् मिस्टेक् न अनुदात्तः उदात्तः न उदात्तः दत्तः अहं लिखितवती क्षम्यताम् ओके उदात्तः अनुदात्तः अनन्तरं किम् अस्ति उदात्तः स्वरितः स्वरितः स्वरितः स्वरितः ओके इदानीं हा एकनिमिषम् अत्र अहं दर्शयामि चेत् किमपि न अवगमिष्यति जनाः ओके एकनिमिषं हा ओके इदानीं मम हस्ते अ अस्ति हा यदा अ उदात्तः अस्ति एवमेव भवति हा अनन्तरं द्वितीय अ अस्ति हा अनुदात्तः हा तदहं कथं लिखामि एवं लिखामि ओके तृतीयम् अस्ति स्वरितः तत्र एवं चिह्नं सामान्यतया भवति हा उदात्तः अनुदात्तः स्वरितः ओके लेखनं भवति तदनन्तरं पुनः वयं किं पठितवन्तः हा अनुनासिकः अननुनासिकः च ओके अतः किं पश्यामः एतत् अस्ति उदात्तः अनुदात्तः स्वरितः परन्तु अननुनासिकः इदानीम् अनुनासिकः अस्ति चेत् उदात्तः हा चन्द्रबिन्दु भवति अत्र उदात्तः अनुदात्तः अनन्तरं स्वरितः ओके अतः कति भेदाः वयं दृष्टवन्तः उदात्तः अनुदात्तः स्वरितः केवलम् अकारस्य अकारस्य अकारस्य गणनां कुर्वन्तु अस्याः पर्यायः इदानीं नव नववर्ण कस्याः पर्यायः चम्पा भवत्याः वा जयायाः उद्दात्तः अनुदात्तः सरितः उदात्तः अनु उदात्तः अनुदात्तः सरितः अत्र पश्यतु अत्रापि पश्यतु एतत् अस्ति अननुनासिकः अननुनासिकः ओके नासिकः अननु अय्यारम मम दोषः अभवत् ओके अननु लिखामि हा पर्याप्तं न ज्ञास्यन्ति अननु अत्र अनुनासिकः इदानीं मम हस्ते अनुनासिकस्वराः अननुनासिकस्वराः सन्ति केवलम् अकारस्य भेदाः ओके अनुनासिकभेदाः कति अनुनासिकभेदाः चन्द्रबिन्दु अनुनासिक नास्ति चन्द्रबिन्दु अस्ति चेत् अनुनासिक चन्द्रबिन्दु अस्ति अननुनासिकः न न अनुनासिकभेदाः कति अनुनासिकभेदाः गणनं करोतु न अनुनासिकीणि त्रयः भेदाः सन्ति त्रयः सन्ति वदतु चम्पा ते के उदात्तः अनुदात्तः अनुदात्तः अनन्तरं अननुनासिकः न अहं केवलम् अनुनासिकविषये पृच्छामि ओ अनुनासिकः केवलम् अनुनासिकविषये पृच्छामि एकनिमिषं चम्पा एव वदिष्यति अन्ये के किमपि साहाय्यं मा कुर्वन्तु ओके तस्याः अवगमनमपि आवश्यकं चम्पा वदतु अनुनासिकभेदाः कति भवती अत्र पश्यति भवती त्रीणि उदात्तः उदात्तः अनुदात्तः सरितः अनुनासिकः अनुनासिकभेदाः ओके अनुनासिकभेदाः इत्युक्ते एतत् वयं यत् पश्यामः चन्द्रबिन्दु अनुनासिकस्य चिह्नं ओके अनन्तरम् उदात्तस्य चिह्नं किमपि नास्ति अनुदात्तस्य चिह्नं अत्र यत् वयम् अधः रेखा यत् अस्ति तदस्ति अनुदात्तस्य चिह्नं स्वरितस्य चिह्नं उपरि यद् रेखा अस्ति तदस्ति स्वरितस्य चिह्नं चम्पा यावत्पर्यन्तम् अवगतं अवगतं धन्यवादः वर्णे स्थापयतु कारणं वैदिकश्लोकाः यद् वयं पठामः तत्र एतत् सर्वं वयं पश्यामः ओके वदामः ॐ सहना भवतु सहनौ भुनक्तु तत्रापि एतत् सर्वं पश्यामः परन्तु यत् अहं प्रेषितवती तत् विना चिह्नम् अस्ति अग्रिम अवसरे यत्र कुत्रापि चिह्नसहितम् अहं प्राप्नोमि तत् अहं स्थापयितुं प्रयत्नं करिष्यामि हा इदानीं सम्यक् किं दृढतया वक्तुं न शक्नोमि हा कारणं पुस्तके तु अहं दृष्टवती परन्तु आन्लैन् माध्यमेन तु न जानामि किञ्चित् शोधनं करिष्यामि पश्यामि ओके आं भगिनि आं धन्यवादः भगिनि अहं ऑलवेज लुकिङ्ग् दट् चन्द्रबिन्दु वाट् इस् द चन्द्रबिन्दु Yeah, I'm asking so many people to what is the this sign, you know. Okay, idanim pashyatu atra anunasika akarasya uchcharanam ananunasika akarasya uchcharanam एतत्तु अननुनासिक अकारः अस्ति अ वदामि अत्र नासिकया शब्दम् आगच्छति अ भिन्नता पश्यति शृणोति भिन्नता अ ओके ओके भिन्नता अस्ति परन्तु अस्मिन् काले तत् सर्वं गतम् अदृश्यम् अभवत् अतः समस्या अस्ति जया आगच्छतु अस्मि अस्मि वदतु अननुनासिकविषये कति भेदाः सन्ति त्रीणि त्रयः भेदाः सन्ति एके उदात्त उदात्तः अनुदात्तः चलितः न न वयं केवलम् अकारविषये उदात्त उदात्त अनुदात्त अधः रेखा अस्ति रेखा अस्ति अनुदात्त अनुदात्त स्वरितः उपरि रेखा अस्ति रेखा अस्ति उपरि स्थाने रेखा उपरि स्थाने स्वरितविषये उदा अनुदात्तविषये तु अधः रेखा अस्ति अधः रेखा अस्ति इदानीं कति भेदाः वयं पश् दृष्टवन्तः केवलं ह्रस्व अकारस्य आहत्य षड् षड् भेदाः भेदाः अत्र टोटल् अस्ति षड् त्रयः अननुनासिकविषये त्रयः अनुनासिकविषये आहत्य षड् भेदाः एवमेव वयं यदा आकारविषये पश्यामः तदापि तदेव प्राप्नुमः ओके अतः तत्र कति भेदाः भवन् भव वयं पश्यामः षड् अधिक अधिकं षड् अनन्तरं प्लुतविषये पश्यामः चेत् यत्र त्रि लिखितमस्ति पुनः कति भेदाः वयं प्राप्नुमः प्लुत इत्युक्ते पश्यतु हा अत्र कृतविषये कथं वयं लिखामः पश्यतु अत्रि यदा अहम् अत्र लिखामि अत्रि कति भेदाः अहं प्राप्स्यामि त्रीणि अननुनासिकः त्रीणि त्रीणि अनन्तरम् अनुनासिकः त्रीणि षड् षडधिक षडधिक पुनः षट् ओके अतः कति भेदाः अकारस्य सन्ति टोटल् करोतु अष्टादश अष्टादश ओके मिलितम् इदानीं इदानीं पश्यामः किं लिखितमस्ति 3×3×2 ओके अतः ह्रस्व दीर्घ प्लुतः त्रि प्रथम त्रि उदात्त अनुदात्त स्वरित द्वितीय त्रि अनुनासिकः अननुनासिकः 18 आगतं अस्माकं हस्ते अपि 18 आगतम् समाधानम् मेथमेटिक्स् समाधानम् प्रश्नः अस्ति भगिनी सर्वे वर्णाः एतत् अपि भवति किल इकारः वा उकारः वा सर्वे अपि अष्टादश भेदाः एव भवति न केवलम् अकारविषये वयम् इदानीं चर्चितवन्तः ओके अस्तु अस्तु भगिनि केवलम् अकारविषये वयं चर्चितवन्तः अग्रे अग्रे पश्यामः इदानीम् अहं केवलम् अकारविषये एतत् सर्वं दर्शितवती, वयं चर्चितवन्तः, यत्किमपि समस्या अस्ति तस्मिन् विषये उक्तवन्तः अपि. ओके, अनन्तरं पश्यामः, चिन्ता मास्तु. हा, समयः अस्ति अस्माकं हस्ते, शीघ्रं शीघ्रं गन्तव्यं, परीक्षा अस्ति, एवं तु नास्ति. हा, ओके, यावत्पर्यन्तं किमपि समस्या अस्ति, किमपि प्रश्नः अस्ति, अद्य वयं केवलम् अकारविषये चिन्तनं कृतवन्तः. ओके, अहम् इदानीम् अग्रे गन्तुं न इच्छामि. डैजेस्ट् दिस् फस्ट्. ओके, प्रश्नाः सन्ति चेत् पृच्छन्तु. न, सर्वं सम्यक्तया अवगतं. हा, ओके, अवगतम् एव भगिनी, इदानीम् अवगतं. भगिनी, अनुदातः उच्चारणं किं भवति? ओके, एकनिमिषं. तस्मिन् विषये अहं सम्यक्तया वक्तुं न शक्नोमि. तत् किं पूर्वकाले उच्चारणं बहु स्पष्टम् आसीत्, अतः उदात्तस्य उच्चारणं भिन्नम्, अनुदात्तस्य उच्चारणं भिन्नम्, स्वरितस्य उच्चारणं भिन्नम् एवम् आसीत्. अस्मिन् काले किञ्चित् तत्तु अदृश्यम् अभवत्, अतः बहु स्पष्टतया वयं श्रोतुं न शक्नुमः. केवलं किं वेदपाठशालायां किञ्चित् तत्तु अवशिष्टम् अस्ति. अहम् आगामी वर्गे किञ्चित् दर्शयितुं प्रयत्नं करिष्यामि. हा, किमस्ति भगिनि, उदात्त इत्युक्ते नार्मल् टोन्, अनुदात्त इत्युक्ते बेस् वाय्स्, स्वरित इत्युक्ते ऊपर् उच्च सङ्गीतमध्ये मन्द मन्द इति वदति खलु, मन्द इत्युक्ते अनुदात्त, स्वरित इत्युक्ते उपर्वाला, उपर्वाला स्वरा इति अहं चिन्तयामि. सम्यक् वा? अस्मिन् काले तदेव वदन्ति, सङ्गीतमध्ये वद, सङ्गीतमध्ये त्रि सा इति भवति, तदेव तदा उदात्त अनुदात्त स्वरित. उदात्त इत्युक्ते नार्मल्, अनुदात्त इत्युक्ते स्वरित इत्युक्ते सा. परन्तु एतत् सर्वं यत् भवती वदति, एतत्तु पिच् इति यत् अस्ति तत्र गच्छति. तदेव नाम अहं तु तदेव इति. न, तस्मिन् काले एवं नास्ति. अस्मिन् काले वयम् एतत् स्वीकुर्मः, कारणं समस्या अस्ति. ओके, परन्तु किञ्चित् एतस्य विषये अनन्तरं वदिष्यामि अग्रिम अवसरे. हा, अद्य तु समयः समाप्तः. हा, ओके, अस्तु भगिनि, धन्यवादः. वयं किं न कृतवन्तः? हा, अभ्यासः न कृतवन्तः. डौट् क्लियरेन्स्, डौट् क्लियरेन्स् न, धातुगण अभ्यासः अग्रे कर्तव्यम् इति वयम् उक्तवन्तः. अहम् उक्तवती कोऽपि मां स्मारयतु सार्धसप्तवादने. परन्तु एतदेव इण्ट्रेस्टिङ्ग् आसीत्, तदर्थं तूष्णीं दृष्टं. बहु बहु इण्ट्रेस्टिङ्ग् अस्ति. हा, डिस्कण्टिन्यू भवति खलु भगिनि, तदेव सम्यक्. अग्रिमवासरे वयं तु कृतवन्तः सर्वेपि, किञ्चित् वन् आर् टु डौट्स् आर् देर्, दट् इस् वै, दट्स् आल्. न न चलति तदपि कुर्मः परन्तु सार्धसप्तवादने स्मारयन्तु तदा वयं तस्मिन् विषये गच्छामः तत् अग्रे करिष्यामः हा 15-20 प्रतिवारं कुर्मः चेत् द्वित्रिवारं कुर्मः समाप्तं भविष्यति हा आं भगिनि आं भगिनि अर्धघण्टा यावत् वयं किम् अभ्यासं कुर्मः चेत् हा द्वित्रिवारं परिश्रमं कुर्मः समाप्तं भविष्यति सर्वं समाप्तं भविष्यति अशीतिः सन्ति न ओके चलो किं शान्तिमन्त्रम् उक्त्वा समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः एतदपि वैदिक शान्तिमन्त्रमस्ति अत्रापि वयम् उदात्त अनुदात्त स्वरित पश्यामः ओके अग्रिम अवसरे धन्यवादः दर्शयामि।